ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावतीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगुरुभ्यो नमः। नमस्कारः महोदय। नमस्कारः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। गतवर्गे अस्माकं प्रवर्तमानः विषयः किञ्चित् भिन्नः आसीत्। तत्र सङ्ख्या इति विषयं कृत्वा तदनन्तरं पूर्णप्रत्ययान्ताः इति विषयः अपि तं विषयमपि पठितवन्तः। इदानीं किञ्चित् अग्रे सरामः। इदानीं तत्र नूतनपाठः, तत्र द्वादश पाठः। तत्र कश्चित् यतति सिद्धये इति, तत्र मूलविषयः अस्ति तत्र छिच्छनप्रयोगः। तत्र छित् अपि छन वयं पूर्वमपि दृष्टवन्तः, तत्र बहुवारं छित् अपि छन तु अभेयम् इति जानीमः, किन्तु छित् अपि छन तयोः प्रयोगः कीदृशः इति, तत्र पुल्लिङ्गे स्त्रीलिङ्गे अपि नपुंसकलिङ्गे तेषां रूपाणि कथं भवति इति अद्यतनपाठः अस्तु। तर्हि तत्र गीताञ्जलिभगिनी आरम्भं करोति वा भगिनि? पुटसङ्ख्या पुटसङ्ख्या अस्ति सप्तसप्ततितमे सप्तसप्ततितम सप्तसप्ततितमपुटः। अस्तु महोदय। गीताञ्जलिभगिनी श्रूयते वा? भवती यत् वदति न श्रूयते भगिनि। न श्रूयते भगिनि। अस्तु अस्तु अस्तु भगिनि, समीचीनम्। अस्तु रघुवती महोदय, भवानेव आरम्भं करोति वा महोदय? आम् महोदय। कश्चित् यतति सिद्धये चिच्चनप्रयोगः, एतां कथाम् उच्चैः पठत अवगच्छत च। कस्मिंश्चित् ग्रामे कश्चन आश्रमः आसीत्। एकनिमिष क्षम्यतां महोदय, किञ्चित् चिन्ता मास्तु महोदय, वयं सर्वे गृहे आसं, चिन्ता मास्तु। तत्र कश्चन गुरुः निवसति, तस्य दश शिष्याः आसन्। आश्रमसमीपे एव काचित् नदी प्रवहति स्म। अग्रे पठामि, केवलम् एकः अस्तु। कदाचित् गुरुः कैश्चित् शिष्यैः सह नौकया कञ्चित् देशं प्रति प्रस्थितवान् आसीत्। गमनसमये एते पुरतः कुतश्चित् आगच्छन्तीं काञ्चित् नौकां दृष्टवन्तः। तस्यां नौकायां बहवः जनाः आसन्। यदा एते दृष्टवन्तः, तदा एव सा नौका अकस्मात् काञ्चित् शिलां घट्टयित्वा भग्ना अभवत्। नौकायां स्थिताः सर्वे नद्याम् अपतन्। केचन मृताः, अन्ये केचन कथञ्चित् रक्षां प्राप्तवन्तः च। तद्दृश्यं दृष्ट्वा गुरुः शिष्यान् उक्तवान्, नौकायां कश्चन दुष्टः आसीत्, तस्य एकस्य कारणतः एषा दुर्घटना सम्भूता। निर्भाग्याः केचन मृत्युमुखं प्रविष्टवन्तः, अन्ये केचन मृतप्रायश्च सञ्जाताः इति। गुरोः वचनं श्रुत्वा अस्तु धन्यवादः महोदय। अस्तु लक्ष्मी भगिनी अग्रे। हा अस्तु महोदय। गुरोः वचनं भगिनी, गीताञ्जलि भगिनी श्रूयते इदानीं? गीताञ्जलि भगिनी श्रूयते अधुना महोदय? अधुना श्रूयते भगिनी। अस्तु तत्र चिन्तमस्तु भगिनि, पाठः अस्ति तत्र सप्तसप्ततितमे पुटे। अहं तु सर्वं शृणोमि एव तदा। अस्तु अस्तु भगिनि, अस्तु अस्तु लक्ष्मी भगिनी अग्रे। गुरोः वचनं श्रुत्वा सर्वे शिष्याः आश्चर्येण तं पृष्टवन्तः, गुरो तेषु कश्चित् दुष्टः स्यात् नाम, परन्तु एकस्य दुष्टस्य कारणेन निरपराधैः अन्यैः अपि मरणं प्राप्तव्यम् इत्येतत् कथं समीचीनं भवेत् इति। गुरुः किञ्चिदपि न उक्तवान्. स्वल्पसमयानन्तरं ते अन्यत् तीरं प्राप्तवन्तः. सर्वे अग्रे गच्छन्तः आसन्. तदा केनचित् शिष्येण सिकतासु निमग्नः कश्चन शङ्कः दृष्टः. सः कथञ्चित् तं गृहीत्वा इतस्ततः भ्रामितवान्. शङ्कस्य अन्तः काश्चन पिपीलिकाः आसन्. तासु काचित् पिपीलिका तस्य हस्तम् अदशत्. तदा सः शिष्यः तीव्रवेदनाम् अनुभूय क्रोधेन तं शङ्कं नद्यां क्षिप्तवान्. सर्वाः पिपीलिकाः मृताः अभवन्. तदा गुरुः शिष्यान् उक्तवान्, भोः शिष्याः, परन्तु पश्यन्तु काचित् पिपीलिका एतम् अदशत्. किन्तु तस्याः कारणतः सर्वाः अपि पिपीलिकाः एतेन जले पातिताः. एवमेव एकः दुष्टः भवति चेदपि तस्य प्रभावः तं परितः स्थितानां निरपराधानां सज्जनानाम् उपरि अपि भवति इति. गुरोः वचनं श्रुत्वा सर्वे विस्मिताः अभवन्. हा, समीचीनं भगिनि, धन्यवादः. अस्तु तर्हि अतः तत्र स्थूलक्षरैः यानि पदानि सन्ति तानि सर्वाणि तत्र चित् अथवा चन इति प्रयोगं कृतं तेषु पदेषु. अतः तत्र कस्मिंश्चित् अथवा कश्चन अथवा काश्चित् कथञ्चित् काचित् इति अतः तत्र अनेकानि रूपाणि सन्ति, तत्र विभक्तिरूपाणि तत्र अग्रिमे पुटे अस्ति, तत्र एकवारं तदपि परिशीलयामः. तदनन्तरं तत्र पाठस्य पङ्क्तिशः परिशीलनमपि कुर्मः. अतः तत्र कः इति पदस्य योगेन तत्र कः योगः छित् अपि कः पदस्य अन्य विभक्तिरूप यदि तत्र अन्यत् विभक्तिरूपम् अस्ति चेत् तत्र रूपं कीदृशं भवति इति तत्र इदानीम् एकवारं परिशीलयामः. तत्र पुल्लिङ्गे स्त्रीलिङ्गे किं किं भवति इति. अतः तत्र गीताञ्जलिभगिनी अग्रिमे पुटे तत्र पुल्लिङ्गरूपाणि एकवारं पठति वा भगिनि? आम् महोदय. प्रथमविभक्तिरूपाणि कश्चित् कौचित् केचित् किञ्चित् कौचित् कांश्चित् कांश्चित् कांश्चित् कांश्चित् वदामि महोदय, बहुवचने समीचीनं भगिनि. तत्र किन्तु तत्र द्वितीयविभक्ति एकवचने किम् उक्तवती? किञ्चित् नास्ति भगिनि, क्षम्यतां, धन्यवादः महोदय. कञ्चित् कञ्चित् कौचित् काञ्चित् कांश्चित् कांश्चित् कांश्चित् क्षम्यतां. केनचित् काभ्याञ्चित् कैश्चित् कस्मैश्चित् काभ्याञ्चित् केभ्यश्चित् कस्माच्चित् काभ्याञ्चित् केभ्यश्चित् कस्यचित् कयोश्चित् केषांश्चित् कस्मिंश्चित् कयोश्चित् केषुचित्. अस्तु, तत्र तत्र केषुचित् इति तत्र तत्र तु कोऽपि सन्धिकार्यः न भवति. अत्र तत्र रूपस्य कारणं तत्र एतद् रूपम् एतादृशरूपं किमर्थम् इत्युक्ते तत्र सन्धिकार्यम् अस्ति इति कृत्वा. किन्तु तत्र केषुचित् तत्र कोऽपि सन्धिकार्यः नास्ति. अपि अन्यत्र कुत्र तत्र कस्यचित् तत्रापि प्रायशः कोऽपि सन्धिकार्यः नास्ति इति मन्ये. किन्तु अपि तत्र कञ्चित् इति तत्र द्वितीयविभक्ति एकवचने तत्र कञ्चित् योगः चित् कञ्चित् अतः तत्र एतावत् तत्र अस्मिन् वर्गे वयं न कृतवन्तः सन्धि इति, किन्तु तत्र तत्र किं भवति भवति तत्र मकारस्य चवर्गीय तस्य आदेशः भवति. अतः तत्र कञ्चित् इति कौचित् अपि किमपि सन्धिकार्यं नास्ति. कौचित् तत्रापि सन्धिकार्यं नास्ति इति मन्ये. तदनन्तरं तत्र अपि केनचित् तत्रापि किमपि नास्ति, कस्मैचित् अपि नास्ति. तदनन्तरं तत्र कस्माच्चित् तत्र किं भवति, तत्र कस्मात् योगः तकारस्य चकार अत्र अस्तु. तदनन्तरं कस्यचित् अपि कस्मिंश्चित् तत्र शकारस्य आदेशः अस्ति तत्र अपि तत्र. अतः तत्र केषु स्थलेषु तत्र शकारस्य शकारः भवति अपि तत्र मकारस्य स्थाने तत्र ण्यकारः तत्र चवर्ग्यण्यकारः इति तत्र भवति. अपि काभ्यांचित् तत्र अपि तत्र मकारस्य स्थाने चवर्गीय अनुनासिकः काभ्यांचित् काभ्यांचित् काभ्यांचित् तत्र के सर्गस्थाने तु चकार आयाति इति तु अवगतं. तदनन्तरं कांश्चित् अपि कस्मिंश्चित् तु विसर्ग नास्ति तत्र. तत्र रघुपति महोदय तत्र किं वदामः महोदय तत्र तत्र चत्वसन्धि इति वदामः नश्चव्यप्रसन् इति नकारस्य ऋत्वं भवति, ऋकारः भवति, अनन्तर ऋकारस्य अनन्तरं तत्र सन्धिः भवति महोदय. केवलम् एकसोपानम् इति नास्ति, सोपानद्वयमस्ति. सोपानत्रयम् क्षम्यतां महोदय, किन्तु नश्चव्य प्रशान् इति वयम् अधीतवन्तः खलु सुब्रह्मण्यं महोदय. किन्तु तदेव अनुनासिक अपि अपि अस्ति बिन्दु अस्ति तदनन्तरं शायति न, परं प्रथमं नकारस्य ऋत्वं भवति, ऋत्वस्य विसर्गः भवति, विसर्गस्य अनन्तरं सकारः भवति, सकारस्य शकारः भवति, अपि तत् पूर्वं यदस्ति तत् अनुस्वारः भवति अथवा अनुनासिकः. यत् रूपद्वयमपि कांश्चित् इति अनुनासिकः भवितुमर्हति, अनुस्वारः अपि भवितुमर्हति. अतः तत्र अस्ति नश्चव्य प्रशान् इति वद तत्र सूत्रस्य पठेम तदर् भवति. सर्वत्र सन्धिकार्यमेव अस्ति अत्र, अन्यत्र एरोणनासिक अनुनासिको इति तत्र अनुनासिकस्य परसवर्ण परसवर्णः भवति अस्ति. काव्याञ्चि इत्यत्र मकारस्य स्थाने चवर्गीयकारः भवति. अनुस्वारस्य ऐ परसवर्ण क्षम्यताम् अनुस्वारस्य नास्ति, एरोनासिक अनुनासिको वा अनुनासिकस्य सर्वत्र सन्धि एव. अतः तत्र महोदय अत्र अतः तत्र कांश्चित् अपि कस्मिंश्चित् तत्र सोपानत्रयं वा अधिकं भवति, किन्तु केभ्यश्चित् तत्र तु विसर्गस्य श्रुत्वसन्धि एव तत्र तत्र अस्तु. केभ्यश्चित् अपि तत्र अस्तु केभ्यः विसर्गस्य विसर्गस्य सकारः भवति, सकारान्तरं शुत्वं भवति. अस्तु अतः तत्र तत्तु सरलमस्ति, किन्तु केवलं तत्र कांश्चित् कांश्चित् आमां तत्र एव कांश्चित् अपि कस्मिंश्चित् आमां सत्यम्. अस्तु अतः गीताञ्जलिभगिनी समीचीनं भगिनी भवती सम्यक् प्रश्नः कृतवती तत्र कांश्चित् अपि कस्मिंश्चित् तत्र एव तत्र नकारस्य तत्र भवति नकारस्य कारणेन नकारस्य परमं नकारस्य विसर्गः भवति प्रथमं रु इति आदेशः भवति, रु इत्यस्य विसर्गः भवति, विसर्गस्य अनन्तरं सकारः भवति, सकारस्य चुत्वं भवति, तादृश भवति चुत्वं भवति, चुत्वसन्धि भवति, सकारस्य चुत्वं अतः तत्र षकारः न सकारस्य शुत्वं भवति. अपि च यदा तादृशनकारस्य ऋत्वं भवति प्रथममूले प्रथमसोपाने तत्र यत् पूर्ववर्णः अस्ति यत् स्वरः अस्ति तत्र अनुस्वार आदेश आगमः भवति अथवा पूर्ववर्णस्य अनुनासिकः भवितुमर्हति चन्द्रबिन्दुः अपि भवितुमर्हति अत्र रूपद्वयं भवितुमर्हति अत्र एक एव काञ्चित् काश्चित् अपि तत्र वक्तुं शक्नुमः शक्नुमः अत्र रूपद्वयं भवति तत्र नश्चव्यप्रसान् इति सूत्रमस्ति महोदय तत्र बहुत्र तादृशं भवति अस्माकं भ्रमः भवति कुतः आगतम् इति कान् इति नकारस्य कथं भवति सकारः कुतः आगतः इति मूले अपि एतत् विसर्गः भवति विसर्गस्य अनन्तरं तत् सकारकारणेन सकारः भवति अनन्तरं चुत्वसन्धि अत्र चत्वारः सन्धि सन्धिकार्यं सत्यं सत्यं तत्र तत्र अन्तिमसोपानद्वयं तत्र सरलमस्ति नकारस्य सकारः अपि अनुस्वारादेश अनुस्वारागमः भवति अत्र धन्यवादः महोदय मया न ज्ञातम् एतद् धन्यवादः अस्माभिः सन्धिवर्गीय पठितवन्तः महोदय प्रायः गीता भगिनी अपि पठितवती तत्र विस्मरामि आमां न तत्र यत् तादृशरूपं पश्यामः एकवारं तत् पुनः पश्यामश्चेत् तत्र मनसि आगच्छति ममापि धन्यवादः महोदय अतः तत्र इदानीं तत्र रूपं दृष्टवन्तः किञ्चित् तत्र एकवारं तत्र अभ्यासमपि कुर्मः तत्र पुल्लिङ्गरूपं दृष्टवन्तः अतः तत्र किं बालकः इति स्वीकृत्य इदानीं तत्र लक्ष्मी भगिनी तत्र प्रथमा द्वितीया तृतीया तत्र कश्चित् बालकः इति वा हा इति सत्यं भगिनि कश्चित् बालकः मार्गे गच्छति विद्यालयं वाक्यमपि समीचीनं किन्तु नो चेत् केवलं तत्र तत्र कश्चित् बालकः कौचित् बालकौ केचित् बालकाः इति तादृशरूपमपि एकवारं वदति वा कश्चित् बालकः विद्यालयं गच्छति कौचित् बालकौ विद्यालयं गच्छतः केचित् बालकाः विद्यालयं गच्छन्ति समीचीनं भगिनि अस्तु अग्रे रघुपतिमहोदय इदानीं तत्र द्वितीयविभक्तिरूपाणि द्वितीयविभक्ति कञ्चित् पक्षिणम् अहं दृष्टवान् कौचित् पक्षिणं कौचित् पक्षिणौ भवति खलु कौचित् पक्षिणौ मया पक्षिणौ अहमेव आम् अस्तु मया दृष्टमपि भवितुं परन्तु द्वितीयविभक्तिः प्रथमविभक्ति अस्तु प्रथमविभक्ति भवति वदति मया दृष्टमिति अत्र मया भवति महोदय किन्तु तत्र कौचित् तत्र कौचित् भवति किन्तु तत्र कौचित् पक्षिणम् अहं दृष्टवान् कांश्चित् पक्षिणः खलु पक्षिणः पक्षिणः अहं दृष्टवान् समीचीनं महोदय अस्तु गीताञ्जलि भगिनी इदानीं तृतीया विभक्ति सरलवाक्यं महोदय सरलवाक्यं भगिनि चिन्ता मास्तु केनचित् सः गच्छति केनचित् बालकेन सह गच्छति केनचित् बालकेन सह गच्छति तत्र प्रायशः भगिनि केनचित् बालकेन तत्र अस्तु तत्र भवान् केनचित् बालकेन सह गच्छति इति तत्र कर्तृपदं वक्तव्यम् अस्तु महोदय भवान् केनचित् केनचित् बालकेन गच्छति न सः सः अपि तत्र पूर्वं यत् उक्तवती भगिनि तत् समीचीनमेव आसीत् किन्तु तत्र सः इति हकार युक्त सः हकार युक्त इत्युक्ते उपपदविभक्ति इति अतः तत्र यदि शृण्मः तत्र सः इति तत्र कर्तृपदमपि अस्ति इति चिन्तयामः, किन्तु नास्ति खलु? तावदेव. इदानीं समीचीनं. वदामि भवान् केनचित् बालकेन सह गच्छति इति समीचीनम्. इदानीं महोदय तत्र तत्र प्रश्नवाचकः न भवति, केनचित् इत्युक्ते सत्तेन इति भवति, सत्तेन इति केन बालकेन सह गच्छति इति प्रश्नवाचकः भवति, परन्तु केनचित् इत्युक्ते तत्र अस्ति भवान् जानाति, परन्तु केनचित् सत्तेन बालकेन सह गच्छति इति प्रश्नवाचकः न भवितुमर्हति. अतः अतः सत्यं सत्यं सत्यम्, अतः प्रश्नवाचकं मास्तु. समीचीनं भवति, धन्यवादः. समीचीनं महोदय. अस्तु भगिनि, अतः इदानीं प्रश्नं त्यजामः. अस्तु, अहमेव उक्तवान् तत्र. अतः इत्युक्ते अन्यवाक्यं वदामि वा? अन्य इति तत्र केवलं प्रश्नवाचकं मास्तु भगिनि, तत्र नास्ति केवलं केवलं तत्र केनचित् मार्गेण गच्छति इति प्रष्टुं तादृशं तादृशं सः केनचित् मार्गेण न भवति, न मार्गेण गच्छति एव भवति खलु, केनचित् मार्गेण गच्छति इति भवति. न लक्ष्मीभगिनी, यत् रघुपतिमहोदय वदति, प्रश्नः एतत् भवितुमर्हति, सः केन मार्गेण गच्छति इति प्रश्नः केनचित् न भवति. केनचित् इत्युक्ते केनचित् वदामश्चेत् जानीमः इति अत्र इदानीम् अवगतम्. किन्तु कः कौ के किं कौ कान् केवलं तदस्ति चेत् प्रश्नः प्रश्नवाचकः भवति, किन्तु इदानीं भेदः अस्ति तत्र केनचित् इत्युक्ते तत्र इदानीं प्रश्नवाचकः न भवति इति वार्ता. अस्तु, यतोहि तत्र केनचित् इत्युक्ते तत्र कश्चित् राजा अस्ति इति यदि वदामः तत्र किम् अस्माकं मनसि सः कः इति ज्ञानम् तस्य ज्ञानम् अस्ति खलु, सः कोऽपि राजा नास्ति, कश्चित् राजा अस्ति खलु. अतः तत्र कश्चित् इति यदि वदामः तत्र चित् इति तत्र योजयामः तत्र भेदः अस्ति, सः कोऽपि राजा नास्ति, किन्तु एकः कश्चन यस्य विषये वयं तस्य ज्ञानम् अस्माकं मनसि इदानीम् अस्ति तस्य विषये इदानीं वदामः इति. अतः तत्र कः इति प्रश्नवाचकः न भवति इति. अस्तु महोदय, पुनः प्रयत्न करोमि. इत्युक्ते भवान् केनचित् अथवा भवान् इति स्थाने अन्यत् किमपि नामपदं स्वीकरोतु भगिनि, तत्र उर्मिला उर्मिला केनचित् यानेन गच्छति. केनचित् यानेन गच्छति, समीचीनं. तावदेव जानामि यानेन गच्छति, किन्तु केनचित् यानेन इति न गच्छति इति न. भवती अपि तत् जानाति तत्र केनचित् यानेन गच्छति. इदानीं एतादृशवाक्यं कुत्र भवति पाठे अपि पश्यामः, केनचित् यानेन गच्छति इति यदि वाक्यं भवति तदनन्तरम् अग्रिमे वाक्ये तत्र यानस्य विषये किमपि भवति तत्र मर्सिडिस् वा अथवा अम्बेसिडर् वा न जानीमः तादृश सत्यं, किन्तु तत्र यानं तु अस्ति इति जानीमः. आमां भाषायाम् इत्युक्ते बै मीन्स् आफ़् वन् आर् सम्. वेण्ट् बै सर्टन् कार् सर्टन् इति अर्थे तत्र चित् अथवा चन इत्युक्ते सर्टन् इति. तत्र यदि वदामः तत्र कश्चन राजा अस्ति देर् वास् अ किङ्ग् इति, तत्र एनी किङ्ग् इति नास्ति खलु, तत्र सम् पर्टिक्युलर् किङ्ग् इति. अतः रघुवीरानन्दस्वामी नमस्कारः, न श्रूयते. अस्तु अस्तु भगिनि, इदानीं तत्र द्विवचने अस्तु द्विवचने अस्ति चेत् तदेव वाक्यम् उर्मिला, किन्तु यानेन इति नास्ति इदानीं. तदपि वक्तुं शक्नुमः. तत्र यदि तत्र यानं द्विवारं स स्वीकृत्य तत्र न काव्याश्चित् काव्याञ्चित् बालका बालकाव्यां सह तत् सुलभम् अस्ति भगिनि. कर्तृपदस्य न केवलं तृतीयविभक्तिपदस्य द्विवचनम् उर्मिला उर्मिला इति चिन्तयामः भगिनि. तत्र उर्मिला गच्छति उर्मिला केन सह गच्छति इति प्रश्नः अस्ति चेत् उत्तरं किं भवति? केन सह गच्छति? केनचित् न तत्र कोऽपि पुरुषः अस्ति इति चिन्तयतु. तत्र अतः तत्र केनचित् हा लक्ष्मणेन सह गच्छति उर्मिला. उर्मिला तु प्रसिद्धनाम अस्ति. उर्मिला लक्ष्मणेन सह गच्छति. इदानीं तत्र लक्ष्मणेन सह इति स्थाने इदानीं द्विवचनम् अपि बहुवचनं स्थापनीयं तावदेव. अपि तत्र लक्ष्मणेन इति स्थाने प्रथमतया केनचित् युवकेन सह गच्छति. अस्तु उर्मिला बालकाभ्यां बालकाभ्यां सह सह गच्छति. हा तावदेव तावदेव भगिनि. बालकाभ्यां चित् इति न काभ्यां चित् बालकाभ्यां इति एव बालकाभ्यां बालकाभ्यां विशेषणमस्ति. कश्चन राजा अस्ति चेत् तत्र राजा विशेष्यं कश्चन विशेषणं. समीचीनं महोदय. सत्यं. तदनन्तरम् उर्मिला कैश्चित् बालैः गच्छति. हा तावदेव भगिनि. हा रघुवीरानन्दमहोदय नमस्कारः. न श्रूयते महोदय. अस्तु अस्तु तर्हि अग्रे लक्ष्मी भगिनि इदानीं चतुर्थी विभक्ति. राजा कस्मैचित् कवये उपायनं ददाति. हा समीचीनं भगिनि. हा उपायनं ददाति. अस्तु. हा अग्रे अनन्तरं राजा राजा राजा का काव्याञ्चित् काव्याञ्चित् काव्याञ्चित् कवीभ्यां कवीभ्याम् उपायनं ददाति. राजा केभ्यश्चित् ब्राह्मणेभ्यः भोजनं ददाति. भोजनं ददाति. समीचीनं भगिनि. हा अस्तु अग्रे रघुपतिमहोदय इदानीं पञ्चमी. हा अस्तु अस्तु. कस्माचित् वृक्षात् फलं पतति. काभ्याश्चित् वृक्षाभ्यां फलं पतति अथवा फलानि फलानि फलानि पतन्ति भवति. फलानि पतन्ति. एकस्य एव एकं न भवितुमर्हति. अतः केभ्यश्चित् वृक्षेभ्यः फलानि पतन्ति अस्ति अथवा पतन्ति सन्ति इति भवति वा? ओ अस्तु अस्तु. तत्र पतन्तः सन्ति. क्षम्यतां पूर्वं पतितम् अथवा इदानीम् एकवारं पतितम् इति न. तत्र पतन्तः सन्ति. अस्तु तत्र तत्र शब्दः आगच्छति. तत्र पतन्तः सन्ति तत्र. समीचीनं महोदय. समीचीनम्. अस्तु अग्रे गीताञ्जलि भगिनि इदानीं तत्र षष्टि. गीताञ्जलि भगिनि पतञ्जलि भगिनी न श्रूयते भगिनि. अस्तु, रघुवीरानन्दस्वामी नमस्कारः, श्रूयते वा? अस्तु, न श्रूयते. अस्तु, लक्ष्मी भगिनी भवती एव तत्र षष्ठी करोति वा? षष्ठी विभक्ति. कस्यचित् कयोचित् केषाञ्चित्. कस्यचित् वाक्यं कस्यचित् पुस्तकम् अत्र अस्ति. कस्यचित् पुस्तकम् अत्र अस्ति. कयोषित् पुस्तकानि तत्र सन्ति. कयोश्चित् पुस्तकानि तत्र तयोः अनेकानि पुस्तकानि भवितुम् अर्हन्ति खलु. कयोश्चित् पुस्तकौ अत्र सन्ति. अत्र पुस्तके अत्र स्तः. केषाञ्चित् बालकानां पुस्तकानि अत्र सन्ति. अत्र सन्ति, तावदेव. समीचीनं भगिनि. हा, अस्तु. गीताञ्जलि भगिनि, क्षम्यतां महोदय. चिन्ता मास्तु भगिनि, इदानीं तत्र सप्तमी विभक्ति भगिनि. सप्तमी करोमि. मम पुस्तके कस्मिंश्चित् गृहे स्तः. मम पुस्तकम् इति प्रायशः तत्र मम पुस्तकं न कस्मिंश्चित् इति सप्तमी विभक्ति एकवचनं खलु. कस्मिंश्चित् गृहे गृहे अस्तु. मम पुस्तके कस्मिंश्चित् गृहे स्तः. समीचीनं भगिनि, मम पुस्तके कस्मिंश्चित् गृहे स्तः. अस्तु, इदानीम् अवगतं. धन्यवादः भगिनि. अस्तु, अपि च पुष्पाणि कयोश्चित् गृहयोः सन्ति वा? गृहयोः सन्ति. हा, गृहयोः सन्ति. अपि च जलं कीदृशपदं महोदय? बहुवचनं वा? न, नित्य एकवचनम् इति मन्ये तत्र जलम्. अस्तु, इत्युक्ते जलं केषुचित् तत्र भूमिः इति कूपेषु अस्ति. उपनयनेषु तत्र उपनयन न क्षम्यतां महोदय. जलं केषुचित् जलमस्ति इति एव तत्र. हा, नित्य एकवचनपदम् इति मन्ये भगिनि जलम् इति. हा, तत्र जलं जले जलानि इति न वक्तव्यम् इति मन्ये. तत्र जलम् अस्ति परन्तु महोदय तत्र पीपल् पीपल्स् इति भवितुम् अर्हति खलु. तत् तादृश डिफ्रेण्ट् पीपल् पीपल्स् इति भवति वा? पीपल् इति पीपल्स् इति अस्ति खलु. तादृश सर्वनामशब्दं भवति खलु महोदय. सर्वे peoples of different nation iti bhavati va different nation iti bhavati mahodaya bhavati mahodaya atah tadrusha bhavati va iti jalani binna binna nadina jalani iti bhavati va iti tatra किमपि अस्मिन् विषये नियमः अस्ति महोदय, तत्र महोदयस्य पुस्तके एव तत्र एकवारं पठितं द्रष्टव्यम्. ओहो अस्तु अस्तु, जलं नित्य यः यथा आकाशः, हा तादृश वायुः, हा तत्र किमपि अस्ति महोदय, तत्र नित्य एकवचनम् इति दृष्ट्वा पुनः अग्रिमवर्गे भूमिः इति एक एव सन्ति खलु, अतः हा तादृश कोऽपि कारणमस्ति, किमपि कारणमस्ति. जलं जले जलानि इति न भवति वा? न भवति तत्र वक्तुं शक्नुमः भगिनि, किन्तु तत्र प्रयोगः तु तत्र नित्य एकवचने एव इति व्याकरणरीत्या कर्तुं शक्नुमः, परन्तु तत् न भवति व्यवहारे तादृश नास्ति इति तावदेव. महोदय यथा जलं नित्यम् एकवचनं, दुग्धम् अपि च सर्वान् सर्वं लिक्विड् तदेव, तादृश नास्ति इति न जानामि भगिनि, एकवारं दृष्ट्वा वदामि. तत्र अहं पूर्वं तत्र जनार्दन हेग्डे महोदयस्य पुस्तके जलम् इति विषये किञ्चित् पठितवान्, किन्तु इदानीं विस्मरामि. अतः भिन्नभिन्नद्याः जलम् अस्तु भगिनि, किन्तु तत्र न जानामि, अतः अग्रिमे वर्गे किञ्चित् पठित्वा आगच्छामि, तदा उत्तरं दातुं शक्नोमि, इदानीं न. अस्तु द्रव्यम् इति मन्ये, द्रव्यम् इति वस्तु कोऽपि कोऽपि द्रव्य इति द्रव्य इत्युक्ते कोऽपि पदार्थः वस्तु पदार्थः इति अर्थे द्रव्य द्रव्य द्रव अस्तु प्रायश द्रव इति प्रायश भवेत् द्रष्टव्यं भगिनि. उत्तमप्रश्नः, तत्र अहं तु एकं जानामि, तत्र यत् श्रुतवान् तद् वदामि भगिनि, तत्र गीताञ्जलि भगिनि, तत्र न्यायशास्त्रे किं वदन्ति, तत्र किमपि तत्र पदार्थः अस्ति चेत् तत्र वाट् सार्ट् आफ् सालिड् इति अस्ति चेत् तत्र किं तत्र तत्तु पृथ्वी विशेषणम् अस्ति, यदि भवती वदति लिक्विड् ओ अस्तु तत् जलविशेषणम् अस्ति, जलविशेषणं जलविशेषणं तत्र किं विशेषणं मास्तु, किन्तु किमपि जलविशेषणम् अस्ति, तत्तु समीचीनम् उत्तममेव इति, अतः लिक्विड् किमपि जलविशेषणम् अवगतम्. अतः महोदय जलम् अस्ति इति वयं वदामः खलु, सत्यं भगिनि सत्यम्, अतः तत्र बहुवचने किं भगिनि, जलानि सन्ति इति कदापि न वदामः, तत् किमपि अस्ति भगिनि, तत्र कोऽपि नियमः अस्ति न स्मरामि, अतः एकवारं दृष्ट्वा वदामि भगिनि. अस्तु महोदय, अस्तु तर्हि इदानीं तत्र अभ्यासं कृतवन्तः, तत्र कश्चित् इति विभक्तिरूपाणि पठितवन्तः, वाक्यानि अपि रचितवन्तः, इदानीं तत्र पुनः पाठं पश्यामः. अस्तु इदानीं अपि एकः प्रश्नः, यदि वयं न जानीमः केनचित् आगच्छति ऊर्मिला, केनचित् आगच्छति प्रश्नः, तत्र केन तत्र वयं न जानीमः ऊर्मिला केन सह आगतवती, न जानाति चेत् चित् न आयाति, केवलं सत्यं भगिनि, हा तावदेव, हा अतः तत्र चित् च नास्ति चेत् तत्र ज्ञानम् अस्ति इति, अतः तत्र तत्र कोऽपि आर्बिटरी नास्ति, तत्र कश्चन अस्ति सर्टन् इति, सर्टन् इत्युक्ते तत्र ज्ञानम् अस्ति, एषः एव इति, अन्यः नास्ति, तत्र निश्चय ज्ञानम् अस्ति. केनचित् अथवा वयं पुरुषस्य केनचित् वदामः केनचित् आगतवती, अथवा स्त्री कयाचित् इति स्त्री जानीमः चेत् जानीमः कयाचित् इति वदामः खलु, अतः केनचित् अथवा कयाचित् वदामः चेत् कोऽपि स्त्री अथवा पुरुषेण सह आगतवती इति तादृश तत्र उत्तरमेव भवति, उत्तरमेव भवति, प्रश्नः न भवति. सत्यं सत्यं. हा अस्तु, तर्हि इदानीं तत्र लक्ष्मी भगिनी आरम्भं करोति वा? तत्र कुत्र पङ्क्तिशः? हा पङ्क्तिशः इदानीं परिशीलयामि भगिनि. कस्मिंश्चित् ग्रामे कश्चन आश्रमः आसीत्. कस्मिंश्चित् किं शब्दस्य सप्तमी एकवचनरूपं? कस्मिन् चित् योग कस्मिंश्चित्. हा अपि ग्रामः पुल्लिङ्गे, ग्रामः ग्रामे सप्तमी एकवचनं. एकवचनं ग्रामे कश्चन कः योगचन आश्रमः आसीत्. हा तत्र एकः विषयः, तत्र चित् अपि च न रूपद्वयम् अस्ति, किन्तु अर्थभेदः नास्ति तत्र. अर्थः समानः. हा कस्मिंश्चन ग्रामे कश्चित् आश्रमः आसीत्, तदपि समानार्थकवाक्यम्. तत्र कश्चन गुरुः निवसति. कश्चन कः योग चन कश्चन गुरुः निवसति. तस्य दश शिष्याः आसन्. हा इदानीं तत्र तस्य इति तस्य कस्य तस्य इत्युक्ते कः? गुरोः. हा तस्य गुरोः. इदानीं गुरोः दश शिष्याः आसन्. हा इदानीं तत्र सः गुरुः केवलं गुरुः नास्ति, सः कश्चन गुरुः अस्ति इति कृत्वा तस्य इदानीं गुरोः तत्र तस्य गुरोः मध्ये कश्चन इति पदस्य षष्ठी अपि स्थापयतु. कश्चन गुरोः दशशिष्याः आसन्. न तस्य कश्चन इति न भवति खलु तत्र, कश्चन तु प्रथमविभक्तिरूपम् अस्ति. कस्यचित् गुरोः दशशिष्याः आसन्. हा इति समीचीनं भगिनि, तस्य अथवा कस्यचित् गुरोः दशशिष्याः तत्र जानीमः तत्र तस्य इति. अस्तु समीचीनं भगिनि, अग्रे. आश्रमसमीपे एव काचित् नदी प्रवहति स्म. आश्रमस्य समीपे एव काचित् नदी. का इति स्त्रीलिङ्गे, का योग चित् काचित् काचित् तत्र काचित् नदी प्रवहति स्म. तत्र प्रवहति स्म इति तत्र भूतकाले तत्र एकवारं तत्र प्रवहति स्म प्रयोगः तत्र वारं वारं भवति अतः कण्टिन्यूस् इति अर्थे. अग्रे. कदाचित् गुरुः कैश्चित् शिष्यैः सह नौकया कञ्चित् देशं प्रति प्रस्थितवान् आसीत्. गुरुः प्रस्थितवान् आसीत्. कदाचित् सः गुरुः प्रस्थितवान् आसीत्. इदानीं तत्र देशं प्रति प्रस्थितवान् आसीत्. प्रति इति अस्ति चेत् तत्र जानीमः द्वितीयविभक्ति, हा पूर्वपदस्य द्वितीयविभक्ति, अतः देशम् इति अस्ति. हा समीचीनं. देशम् इति अस्ति चेत् तत्र कीदृशदेशम् इत्युक्ते उत्तरं किं? कं देशं, कं कं देशम् इति, कं देशम् इति प्रश्नः. कं देशं प्रति? कञ्चित् कञ्चित् देशं प्रति. कञ्चित् देशं प्रति प्रस्थितवान् आसीत्. हा सः एकाकी गतवान् वा अथवा केन सह? कैः सह सः गतवान् सः गुरुः इति प्रश्नः. सः कैश्चित् शिष्यैः सह नौकया कञ्चित् देशं प्रति प्रस्थितवान् आसीत्. हा तत्र नौकया इति अस्ति, तत्र तृतीया अस्ति, किमर्थं तृतीया? तृतीया नौकया माध्यमं, तृतीया अस्ति चेत् माध्यमं, तत्र इन्स्ट्रुमेण्ट् इति. अतः तत्र केन, कया सह, केन सह प्रस्थितवान्? नौकया प्रस्थितवान्. इदानीं तत्र सः अस्ति चेत् तत्र उपपदविभक्तिः अस्ति इति जानीमः. अतः कैश्चित् शिष्यैः सह नौकया कञ्चित् देशं प्रति प्रस्थितवान् आसीत्। कयाचित् नौकया तदपि स्थापितुं शक्नुमः भगिनि, समीचीनमेव। तत्र कस्मिंश्चित् दिने अपि आमां महोदय, यत्र तदेव अभ्यासार्थं यदि कुर्मः तत्र जानीमः, अस्तु अत्र अत्र एतद् भवितुम् अर्हति, अतः तत्र तस्य अर्थः कः इति सम्यक्तया वयम् अवगन्तुं शक्नुमः, खलु भगिनि? अतः समीचीनमेव। अतः कयाचित् नौकया कञ्चित् देशं प्रति प्रसिद्धवान् आसीत्। समीचीनम्, अग्रे भगिनि। गमनसमये एते पुरतः कुतश्चित् आगच्छन्तीं काञ्चित् नौकां दृष्टवन्तः। एते इत्युक्ते तत्र दृष्टवन्तः, एते दृष्टवन्तः आसन्, एते दृष्टवन्तः, दृष्टवन्तः साक्षात् क्रियापदं नास्ति, अतः आसन् इति स्थापयामः। एते दृष्टवन्तः आसन्, दृष्टवन्तः आसन्। के एते, एते के? एते शिष्याः, शिष्याः अपि गुरुः, गुरुः अपि गुरुः ते। इदानीं तत्र किं दृष्टवन्तः ते? कुतश्चित् आगच्छन्तीं ते काञ्चित् नौकां। तत्र किं किं दृष्टवन्तः इति प्रश्नस्य द्वितीयविभक्ति एकवचनं, काञ्चित् नौकां दृष्टवन्तः। काञ्चित् तत्र काचित् नौका, काञ्चित् नौकां, काञ्चित् नौकां दृष्टवन्तः। इदानीं तत्र अन्य कीदृशीं नौकाम् इति अस्ति चेत् अन्य विशेषणमस्ति वा तत्र नौकाम् इति पदस्य? कीदृशी नौका तत्र नौकाम् इति इति अस्तु, तत्र भवती एव तत्र अग्रे अस्मिन् वाक्ये एव वदतु भगिनि, तत्र गमनसमये अस्ति, गमनसमये एते, गमनसमये एते पुरतः कुतश्चित् आगच्छन्ति, एते पुरतः, एते दृष्टवन्तः, किं दृष्टवन्तः? पुरतः, पुरतः कुतश्चित् आगच्छन्तीं काचित् नौकां, काञ्चित् नौकां दृष्टवन्तः, दृष्टवन्तः। तत्र कुतश्चित् इति अस्ति, कुतश्चित् इत्युक्ते किं तत्र? अस्तु, कुतश्चित् कस्माश्चित् कस्माश्चित् कस्माश्चित् कस्माश्चित् तत्र कुतः, तत्र कुतः नौका आगच्छति इति न जानीमः, किन्तु तत्र कुतश्चित् आगच्छति एषा नौका, किन्तु तत्र आगच्छति इति न दत्तं, किन्तु किं दत्तं तत्र? कुतश्चित् आगच्छन्तीम्, आगच्छन्तीं नौकाम् इति दत्तं, शत्रुप्रत्ययः, शत्रन्तरूपम्, अतः तत्र आगच्छन्ती, प्रथमविभक्तौ आगच्छन्ती नौका, अतः काचित् काचित् नौका। इदानीं तत्र द्वितीयविभक्तिरूपम् आगच्छन्तीं काञ्चित् नौकां दृष्टवन्तः, तत्र आगच्छन्तीं कुतः आगच्छन्तीं? कुतश्चित् आगच्छन्ति, कुतश्चित् काञ्चित् नौकां दृष्टवन्तः। कुतश्चित् पदस्य विशेष्यं किम् तत्र? कुतश्चित् अत्र कुतः योगचित्तेव खलु, तत्र न जानीमः, किन्तु तत्र आगच्छन्ति, नगरात् वा ग्रामात् वा, ग्रामात् वा न जानीमः, कुतः कुतः तु एषा नौका आगच्छति, किन्तु कुतश्चित् आगच्छन्ती अस्ति एषा नौका। केवलं तत्र कुतश्चित् इति स्थापितवन्तः, तत्र आवश्यकता नास्ति इति मन्ये, किन्तु तत्र आगच्छन्तीम् इति शत्रन्तप्ररूपमपि तत्र स्थापितुं शक्नुमः इति तावदेव। कदा दृष्टवन्तः? गमनसमये। अग्रे अग्रे सदा यदा तस्यां तस्यां नौकायां तस्यां नौकायां बहवः जनाः आसन् तत्र यां नौकां याम् आगच्छन्तीं काञ्चित् नौकां ते दृष्टवन्तः तस्यां नौकायां बहवः जनाः आसन् यदा एते दृष्टवन्तः तदा एव सा नौका अकस्मात् काञ्चित् शिलां घट्टयित्वा भग्ना अभवत् अस्तु तत्र यदा तदा इति अस्ति यदा इति भागस्य तत्र किमस्ति यदा एते दृष्टवन्तः अथवा तत्र यदा एते पश्यन् आसन् पश्यन्तः आसन् तदा एव सा नौका अकस्मात् काञ्चित् शिलां घट्टयित्वा भग्ना अभवत् तत्र शिला भग्ना अभवत् शिला भग्ना अभवत् वार्ता नास्ति समीचीनं भगिनि अतः तत्र सा नौका यस्यां नौकायां बहवः जनाः सन्ति आसन् सा नौका भग्ना अभवत् भग्ना इति विशेषणं सा नौका स्त्रीलिङ्गे तत्र कुतः तत्र किं कारणमस्ति एषा नौका भग्ना अभवत् इत्युक्ते तत्र तत्र कीदृशीं शिलां घटयित्वा काञ्चित् शिलां घटयित्वा अपि तत्र ज्ञानन् एतत् अभवत् वा न अजानन् एतत् अभवत् अतः अकस्मात् काञ्चित् शिलां घटयित्वा भग्ना अभवत् अग्रे नौकायां स्थिताः सर्वे नद्याम् अपतन् तत्र ये जनाः तत्र अनेक बहवः जनाः आसन् ते सर्वे नौकायां स्थिताः जनाः ते सर्वे नद्याम् अपतन् अपतन् तत्र लङ्लकारः लङ्लकारः बहुवचने रघुवीरानन्दस्वामी नमस्कारः इदानीं श्रूयते हरिः ओम् महोदय चिन्ता मास्तु तत्र सप्तसप्ततितमे पुटे पाठः अस्ति इदानीं तत्र द्वितीयपरिच्छेदः प्रायशः आरम्भं कुर्वन् इदानीं कुर्मः अस्तु लक्ष्मी भगिनी इदानीं तत्र नद्याम् अपतन् इति तत्र किं लङ्लकारः बहुवचनं प्रथमपुरुषः अपतन् तत्र अपतत् अपतत् अपतताम् अपतन् इति अस्तु लङ्लकारः अस्तु अग्रे केचन मृताः अन्ये केचन मृताः तत्र केचन जनाः मृताः बहवः जनाः सन्ति तत्र तेषु जनेषु केचन जनाः मृताः अन्ये केचन कथञ्चित् रक्षां प्राप्तवन्तः च कथञ्चित् अन्ये केचन जनाः कथञ्चित् ते रक्षां प्राप्तवन्तः अतः केचन मृताः अपि केचन कथञ्चित् रक्षां प्राप्तवन्तः च अस्तु समीचीनं के रक्षां प्राप्तवन्तः केचन केचन सर्वे इति न सर्वे मृताः इति अपि न वक्तुं शक्नुमः केचन मृताः अन्ये केचन रक्षां प्राप्तवन्तः अस्तु समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनि तद् दृश्यं दृष्ट्वा गुरुः शिष्यान् उक्तवान् नौकायां कश्चन दुष्टः आसीत् तस्य एकस्य कारणातः एषा दुर्घटना सम्भूता निर्भाग्याः केचन मृत्युमुखं प्रविष्टवन्तः, अन्ये केचन व्रतप्रायाश्च सञ्जाताः इति. अस्तु, तद् दृश्यं दृष्ट्वा गुरुः शिष्यान् उक्तवान्, अत्र तु किमपि चन चित्तु न प्रयोगं कुर्मः नास्ति, किन्तु तत्र तद् दृश्यम् इति दृष्ट्वा त्वान्त दृश्यं कर्मपदं गुरुः शिष्यान् उक्तवान्, शिष्यान् इति कर्मपदं कर्मपदं दृष्ट्वा तु त्वान्त, तदनन्तरं तस्य कर्मपदं दृश्यं दृष्ट्वा गुरुः उक्तवान्, कम् उक्तवान्, अपि च कं कौ कान् कान् उक्तवान् शिष्यान् उक्तवान्. समीचीनं भगिनि. किम् उक्तवान्? नौकायां कश्चन दुष्टः आसीत्. तत्र कः इति न, तत्र कश्चन दुष्टः आसीत्. इत्युक्ते एकमेव दुष्टः अस्ति तत्र. एकः दुष्टः तु अस्ति तत्र, कश्चन दुष्टः तत्र नौकायाम् अस्ति आसीत् आसीत् तस्य एकस्य कारणतः एकस्य कारणतः एषा दुर्घटना सम्भूता. तत्र तस्य एकस्य दुष्टस्य कारणतः एषा दुर्घटना सम्भूता. तत्र सम्भूता इत्युक्ते अभवत् दुर्घटना. तत्र अभवत् निर्भाग्याः केचन मृत्युमुखं प्रविष्टवन्तः. निर्भाग्याः केचन मृत्युमुखं, केचन अपि तु बहुवचनरूपम् इत्युक्ते केचन जनाः. यथा वयं पूर्वस्मिन् परिच्छेदे पठितवन्तः केचन मृताः, तदेव केचन मृत्युमुखं प्रविष्टवन्तः. समानेव केचन तत्र, अन्ये केचन मृत प्रायाश्च सञ्जाताः. तत्र सञ्जाताः सञ्जाताः इत्युक्ते अभवन् इति, तत्र सञ्जाताः सम्भूताः इति तत्र तादृशार्थे अस्ति. तत्र केचन निर्भाग्याः, निर्भाग्याः केचन जनाः, तत्र केचन जनाः निर्भाग्याः आसन्, किमर्थं तत्र ते मृत्युमुखं प्रविष्टवन्तः, ते इत्युक्ते ते मृताः, ते केचन मृताः, ते निर्भाग्याः, ते निर्भाग्याः केचन मृत्युमुखं प्रविष्टवन्तः. अन्ये तत्र पूर्वं किम् उक्तं, तत्र केचन कथञ्चित् रक्षां प्राप्तवन्तः च. तत्र ते किं, तत्र ते सर्वे किं नद्याम् अपतन् एव खलु, ते सर्वे नद्याम् अपतन् एव, किन्तु केचन कथञ्चित् रक्षां प्राप्तवन्तः. अतः मृतप्रायाः तत्र च, तत्र मृतप्रायाश्च सञ्जाताः इत्युक्ते तत्र मृतप्रायः इति तत्र किमस्ति, मृतप्रायः इत्युक्ते तत्र तत्र मृत्युः यः अस्ति तस्य बहु समीपं गत्वा आगच्छन्ति. ओ अस्तु, मृतप्रायः. तत्र प्रायः सः मृतः इति, तत्र प्रायः सः मृतः किन्तु सः न मृतः. तत्र अतः तत्र चिन्तयामः सः मृतः किन्तु कथञ्चित् ते रक्षां प्राप्तवन्तः, अतः ते मृतः न. अतः तत्र प्रायः, तत्र मृतप्रायः, तत्र प्रायः इति एव तत्र अन्यपदम् अस्ति वा, तत्र प्रायः इति अन्यपदम् अस्ति, किन्तु तत्र मृतप्रायः तत्र मृतप्रायः इति अस्ति प्रायः इति, परन्तु अत्र एतत् अव्ययम् अस्ति इति दत्तमस्ति महोदय तत्र. प्रायः तु अव्ययं, किन्तु तत्र अत्र तु बहुव्रीहि समासः इति मन्ये खलु महोदय, तत्र मृतः मृतः इति विषयः नास्ति, मृतः प्रायः मृतः एव जातः. यः मृत्योः समीपं गत्वा प्रत्यागच्छति मृतप्रायः, सः मृतप्रायः इति. अतः तत्र मृतप्रायः अपि जनाः इति बहुवचने अस्ति, अतः मृतप्रायाः, तदनन्तरं च योगः मृतप्रायाश्च सञ्जाताः विशेषणं मृतप्रायाः सञ्जाताः केचन जनाः आसन्. मृतप्रायाः सञ्जाताः केचन जनाः आसन् इति इति सः गुरुः उक्तवान् इति सः शिष्यान् उक्तवान् अग्रे दृष्ट्वा दृश्यं दृष्ट्वा गुरोः वचनं श्रुत्वा सर्वे शिष्याः आश्चर्येण तं पृष्टवन्तः. गुरो तेषु कश्चित् दुष्टः स्यात् नाम, परन्तु एकस्य दुष्टस्य कारणेन निरपराधैः अन्यैः अपि मरणं प्राप्तव्यम् इत्येतत् कथं समीचीनं भवेत् इति. खलु सत्यमेव, तस्य प्रश्नः तु समीचीनम् अस्ति. गुरोः वचनं श्रुत्वा सर्वे शिष्याः आश्चर्येण तं पृष्टवन्तः. तम् इत्युक्ते गुरुं, तं गुरुं पृष्टवन्तः, तावदेव. तं गुरुं पृष्टवन्तः, तत्र गुरोः गुरोः इति विभक्ति का तत्र? गुरोः वचनं तु षष्टि षष्टि. गुरोः वचनं श्रुत्वा वचनं तु कर्मपदं, श्रुत्वा सर्वे शिष्याः विशेषणविशेष्य कर्तृपदम्, आश्चर्येण तु तृतीया भावतृतीया आश्चर्येण आश्चर्येण पृष्टवन्तः तावत्. तदा किं पृष्टवन्तः? गुरो इति सम्बोधन. तेषु कश्चित् दुष्टः नाम इत्युक्ते भवतु तत् तत् अङ्गीकरोमि, अस्तु भवान् वदति तत्र तेषु कस्यचित् दुष्टः अस्ति इति भवान् वदति, अस्तु तत् अङ्गीकरोमि, भवतु नाम इति. भवतु नाम, अस्तु अस्तु तत्र भवान् वदति, अस्तु भवतु नाम, किन्तु तत्र भवतु नाम स्थाने तत्र किमस्ति? स्यात् नाम इति अस्ति, तावदेव. दुष्टः स्यात् नाम, अस्तु तत्र चिन्तयामः तत्र कश्चन दुष्टः तत्र अस्ति इति अङ्गीकुर्मः, किन्तु परन्तु एकस्य कारणेन अपि च अत्र महोदय परन्तु कस्मिन् कस्माच्चित् एकस्य दुष्टस्य कारणेन अपि समीचीनं तत्र कस्मात् इत्युक्ते कारणात् कारणात् इति वा तत्र कारणात् इत्युक्ते एकस्य दुष्टस्य किन्तु सर्टन् वन् एनी सर्टन् वन् अस्तु अस्तु अस्तु तत्र कस् अस्तु कस्यचित् कस्यचित् एकस्य दुष्टस्य कारणेन इति वा? ओ हा हा हा षष्टि एव क्षम्यतां महोदय मम कस्यचित् दुष्टस्य कारणेन निरपराधैः अन्यैः तत्तु विशेषणविशेष्य अपि मरणं प्राप्तव्यम्. तत्र प्राप्तव्यम् इति अस्ति चेत् तत्र जानीमः तत्र मया कर्तव्यम् इति तत्र तव्यत् तव्यत् अपि तत्र तत्र किं भवति, तत्र कर्मणि रूपम् इति भवति, अतः तत्र जनैः तत्र अन्यैः जनैः निरपराधैः अन्यैः जनैः अपि मरणं प्राप्तव्यं. तत्र दुष्टः दुष्टेन तु मरणं प्राप्तं, किन्तु अन्यैः अपि मरणं प्राप्तव्यम् इत्येतत् कथं समीचीनं भवेत् इति ते पृष्टवन्तः. इति एतत् एतत् प्राप्तव्यम् इति, तत्र ते अपि मरणं प्राप्ता तैः अपि मरणं प्राप्तव्यम् इति एतत् अथवा एषः विषयः कथं समीचीनः भवेत् इति प्रश्नः. इत्युक्ते हौ इस् दिस् ओके इत्युक्ते किम्, अन्यैः अपि मरणं प्राप्तव्यम् इति विषयः, एतद् एषः विषयः अथवा एतद् वाक्यं तत्र अथवा एतद् यद् अभवत् तत्र तद् कथं समीचीनम् इति, एषः विषयः कथं समीचीनः इति. अतः अत्र अस्तु, तत्र कोऽपि तत्र कश्चन दुष्टः नौकायाम् अस्ति इति अस्तु भवतु, नाम सः मृतः, नाम तेन मरणं प्राप्तं, किन्तु तेन कारणेन अन्यैः निरपराधैः अपि मरणं प्राप्तव्यम् इति तत्र तत् कथं भवति तत्र इति ते पृच्छन्ति, तत् कथं समीचीनम् अस्ति इति ते पृच्छन्ति. नाम महोदय कदा कदा भवितुम् अर्हति इत्युक्ते अग्रिमेण्ट् तत्र भवतु नाम इति तदेव मया श्रुतं भगिनि. अस्तु, भवती किमपि वदति अथवा अहं किमपि वदामि, भवती चिन्तयति, अस्तु तद् किं महोदय भवतु नाम स्यात् नाम इति बहुवारम् अहं दृष्टवान्, भवतु स्यात् नाम भवतु नाम गच्छतु नाम स्यात् खलु इति स्यात् खलु इति नास्ति भगिनि, स्यात् खलु इत्युक्ते खलु प्रायशः न भवति, तत्र स्यात् इत्युक्ते पर्हाप्स् इति अर्थे, किन्तु तत्र भवतु नाम अथवा स्यात् नाम इत्युक्ते अस्तु तद् अङ्गीकरोमि, ऐ एक्सेप्ट्, अस्तु लेट् इट् बि, लेट् इट् बि इति अर्थे भवतु नाम इत्युक्ते लेट् इट् बि, लेट् इट् बि, अस्तु भवान् वदति तत्र कोऽपि दुष्टः अस्ति, अस्तु, किन्तु तेन कारणेन अन्यैः अपि मरणं प्राप्तव्यम् इति कथं समीचीनम् इति. किन्तु भवतु नाम वी वोंट यूज इट फॉर लाइक व्यवहारे भवति, व्यवहारे सम्भाषणं कुर्मः तद् बहुत्र तादृश कुर्वन्ति जनाः, अव्ययानाम् उपयोगः तत्र कदा भवति इत्युक्ते भगिनि तत्र कोऽपि विषयः अस्ति, अस्तु तत्र चिन्तयामः, तत्र कोऽपि तत्र उपन्यासार्थं सः आगच्छति, कोऽपि प्रसिद्धः पण्डितः आगच्छति इति, अस्तु तदनन्तरं तत्र अन्यः कोऽपि तत्र तस्य परिचयं करोति, एषः एतत् कृतवान् तत् तत् तत् तत् बहु किमपि वदति, तदनन्तरं समयः जातः इति सः दृष्ट्वा सः वदति एतत् सर्वं भवतु नाम इदानीम् अग्रे गच्छामः इति. इति इदानीं भवतु नाम, अस्तु तत् सर्वं जातम् इदानीम् अग्रे अस्तु, अतः तत् लेट् इट् बि, लेट् इस् नाट् अस्तु इनफ् अथवा अलम् इति अपि नास्ति, तत् अस्तु अस्तु अग्रे गच्छामः, भवतु भवतु नाम, अतः तस्मिन् विषये चर्चाम इदानीं मास्तु अग्रे किमपि भवतु नाम इति वदन्ति, अतः तत्र लेट् इट् बि अथवा वी केन् अक्सेप्ट् देट् इति, वी आर् विलिङ्ग् टु अक्सेप्ट् बट् इवन् देन् इति. महोदय अत्र स्यात् इति लोट् लकारः वा न न तत्र स्यात् इति तत्र किमस्ति तत्र अस्तु तत्र अग्रे तत्र वाक्यद्वयं पठति वा भगिनि तदनन्तरं रघुपतिमहोदय पठति रघुवीरानन्दमहोदय भवान् अपि पठितुम् इच्छति वा अद्य आं महोदय हा अस्तु अस्तु तर्हि अतः तत्र गीताञ्जलि भगिनि अग्रे रघुपतिमहोदय पठतु तदनन्तरं रघुवीरानन्दस्वामी अस्तु रघुपतिमहोदय अग्रे हा महोदय गुरुः किञ्चिदपि न उक्तवान् किञ्चिदपि उत्तरम् इति अतः किञ्चिदपि किञ्चित् किञ्चिदपि उत्तरम् अथवा किञ्चिदपि न उक्तवान् तत्र नपुंसकलिङ्गे अस्ति किञ्चित् इति आम् किञ्चित् किञ्चित् अपि न उक्तवान् स्वल्पसमयानन्तरम् अनन्तरं ते अन्यत् तीरं प्राप्तवन्तः सर्वे अग्रे गच्छन्तः आसन् तदा गच्छन्तः अशत्रन्तरूपम् अग्रे गतवन्तः सर्वे अग्रे गतवन्तः इति तदा केनचित् शिष्येण चिकतासु निमग्नः कश्चन शङ्कः दृष्टः केनचित् शिष्येण दृष्टः शङ्कः दृष्टः अत्र कर्मणि कर्तृरूपं कर्तृप्रयोगः वदतु महोदय हा तदा तत्र तदा कश्चित् शिष्यः सिकतासु निमग्नं कञ्चित् शङ्कं दृष्टवान् कञ्चित् शङ्कं दृष्टवान् समीचीनं महोदय तदा समीचीनमेव अस्माकं भ्रमः अभ्यासः भवति तावदेव कश्चन शिष्यः कश्चन शिष्यः सिकतासु निमग्नं कञ्चन शङ्कं दृष्टवान् चिकतासु चिकतासु सैकत् आमां चिकतासु इत्युक्ते सेण्ड् सैकत् कश्चन शङ्कः दृष्टः कश्चन शङ्कः इति अस्ति सः कथञ्चित् तं गृहीत्वा इतस्तः भ्रामितवान् गृहीत्वा इतस्ततः भ्रामितवान् भ्रामितवान् इति नास्ति किन्तु सः आमां शङ्कं भ्रामितवान् तत्र शङ्कं भ्रामितवान् सः गृहीत्वा इतस्ततः शङ्कं भ्रामितवान् शङ्कस्य अन्तः काश्चन पिपीलिकाः आसन् पिपीलिकाः इति अस्ति अत्र शङ्कस्य अन्ते मास्तु शङ्कस्य अन्ते एकवारम् अहं वदामि का अस्तु शङ्कस्य अन्तः काश्चन पिपीलिकाः आसन् अस्तु तत्र काचन पिपीलिका काश्चन पिपीलिकाः काचन पिपीलिका काश्चन पिपीलिका पिपीलिकाः इति बहुवचने तावदेव तासु काचित् पिपीलिका एका पिपीलिका काचित् पिपीलिका तस्य हस्तम् अदशत् तस्य शिष्यस्य यः तत्र शङ्कं गृहीतवान् कस्यचित् शिष्य तस्य तदेव अस्ति अत्र तस्य हस्तम् अदशत् तदा सः अदशत् तदा सः शिष्यः तीव्रवेदनाम् अनुभूय क्रोधेन तं शङ्कं नद्यां क्षिप्तवान् सर्वाः पिपीलिकाः मृताः अभवन् अतः तत्र एका सर्वाः पिपीलिका आम् एका पिपीलिका शिष्यस्य हस्तम् अदशत् अदशत् तदा किम् अभवत् तेन कारणेन सः तदा शङ्कं नद्यां क्षिप्तवान् तेन कारणेन सर्वाः पिपीलिकाः मृताः अभवत् अतः कयाचित् पिपीलिकाया पिपीलिका वदतु महोदय एकया पिपीलिकया एकया पिपीलिकाया पिपीलिकाय पिपीलि एकया एकवारं महोदय एकस्याः पिपीलिकायाः कारणेन सर्वाः पिपीलिकाः मृताः अभवन् हा मृताः अभवन् अथवा तत्र यदि तत्र यथा तत्र पूर्वं वाक्यमासीत् तत्र एकस्याः पिपीलिकायाः कारणेन निरपराद्भिः अन्यैः पिपीला पिपीलिकाभिः मरणं प्राप्तव्यम् इति अपतत् आमां सत्यं केवलम् अभ्यासार्थं भवति तावत् अस्तु समीचीनं महोदय अस्तु इदानीं तत्र रघुवीरनन्दमहोदय स्वामीजी पठति वा अग्रे महोदय तदा गुरुः शिष्यान् उक्तवान् भोः शिष्याः पश्यन्तु काचित् पिपीलिका एतम् अदशत् किन्तु तस्याः कारणतः सर्वाः अपि पिपीलिकाः एतेन जले पतिताः पातिताः ओ एतेन जले पातिताः एवमेव एकः दुष्टः भवति चेदपि तस्य प्रभावः तं परितः द्वितीया महोदय उपपदविभक्ति परितः स्थितानां निरपराधानां निरपराधानां सज्जनानाम् उपरि अपि भवति इति अतः तत्र इदानीं तत्र सर्वः मृताः अभवन् इदानीं तत्र गुरुः किं वदति शिष्यान् उक्तवान् किम् उक्तवान् ओ शिष्याः पश्यन्तु काचित् पिपीलिका प्रथमा महोदय त्रीलिङ्गमस्ति अतः विशेषणमपि काचित् एव प्रथमा एतम् अदशत् एतं शिष्यम् अदशत् तत्र पिपीलिका एकः एकं शिष्यम् अदशत् खलु अतः तत्र एक एतं शिष्यम् अदशत् काचित् पिपीलिका एतं शिष्यम् अदशत् तदनन्तरं किन्तु किम् अभवत् किन्तु तस्य कारणतः तस्याः इति कस्याः तस्याः पिपीलिकायाः कारणतः समीचीनं भवति ईदृशपिपीलिका यदशन् तदेव खलु हा हा सत्यं अतः तत्र काचित् पिपीलिका इदानीं तत्र काचित् पिपीलिका इति तत्र कस्याश्चित् पिपीलिकायाः कारणतः इति अपि वक्तुं शक्नुमः तत्र किम् अभवत् सर्वाः अपि पिपीलिकाः बहुवचनं स्त्रीलिङ्गे प्रथमा एतेन जले पातिताः तत्र ते पतिताः न तत्र क्षम्यतां ताः पतिताः पिपीलिकाः सर्वाः पिपीलिकाः पतिताः इति अस्ति चेत् पातिताः पातिताः इति अस्ति शिष्येन शिष्येन ते पाताः पातिताः इत्युक्ते तत्र शिष्यः एव एतत् कृतवान् कारितवान् खलु सत्यं अतः पातिताः इति न तु पतिताः इति अतः सर्वाः अपि पिपीलिकाः एतेन शिष्येण जले पातिताः अग्रे एवमेव एकः इदानीं दृष्टान्तं तद् दृष्टान्तम् अस्ति प्रायः इदानीं दार्ष्टान्तं दर्शयति एवमेव एकः अपि दृष्टः भवति चेदपि तस्य प्रभावः तस्य दुष्ट प्रभावेन नास्ति वा महोदय न न प्रभावः प्रभावेन इति तदपि अन्यत् वाक्यमस्ति किन्तु अत्र प्रभावः इति स्वीकृत्य एव वाक्यं रचितं तस्य दुष्टस्य प्रभावः कुत्र अस्ति तं परितः स्थितानां निरपराधानां सज्जनानाम् उपरि अपि सज्जनानाम् उपरि अपि भवति निरपराधानां सज्जनानां किं भवति तत्र सज्जनानाम् उपरि किं भवति दुर्घटना न न न न वाक्ये वाक्ये वाक्ये पश्यतु महोदय तत्र भवति इति अस्ति खलु भवति इति वाक्ये क्रियापदं इदानीं कर्तृपदं प्रभावः भवति हा समीचीनं महोदय प्रभावः भवति प्रभावः भवति इदानीं कस्य उपरि प्रभावः भवति सज्जनानाम् उपरि हा कीदृशानां सज्जनानां निरपराधितानां निरपराधानां हा तत्र निरपराधानां सज्जनानां तत्र ते कुत्र तत्र निरपराधाः सज्जनाः ते कुत्र सन्ति इत्युक्ते तं परितः सन्ति हा तं परितः स्थितानां दुष्टस्य तं दुष्टं परितः दुष्टस्य इति उक्तवान् क्षम्यतां तत्र दुष्टं तं दुष्टं परितः स्थितानां निरपराधानां सज्जनानाम् अपरि उपरि अपि तस्य दुष्टस्य प्रभावः भवति अतः तत्र यदि तत्र हा अतः इदानीं समीचीनमस्ति वा महोदय अतः तत्र तेषाम् उपरि अपि तत्र प्रभावः भवति अतः तत्र यदि सः मरणं प्राप्नोति अथवा तेन मरणं प्राप्तं तदा तैः अपि मरणं प्राप्तव्यम् इति आपतति हिन्दीभाषायाम् अस्ति खलु खुद् डूबता सबको डुबाएगा हा सत्यं महोदय अतः तत्र किं तत्र कम्पनी इति विषये खलु एतद् तत्र आं सत्यं दुष्टानां सङ्गः न करणीयः हा इति अतः तत्र सज्जनानां सङ्गः एव समीचीनम् इति वार्ता अन्तिमवाक्यं तत्र तु किमपि नास्ति गुरोः वचनं श्रुत्वा सर्वे सर्वे विस्मिताः अभवन् इति समीचीनं महोदय धन्यवादः अस्तु इदानीं तत्र प्रायः तत्र अवधेयं हा अवधेयम् एतद् अग्रिमपुटे अस्ति तद् रघुवीरनन्दस्वामी भवान् एव पठति वा अग्रिमपुटे अवधेयं महोदय अवधेयं किम् इति शब्दः प्रश्नार्थकः तस्य रूपैः सह चित् चन योजनेन अनिश्चितार्थक्यत्वं सिध्यति उदाहरणार्थं काचित् गच्छति अत्र आ गच्छति इति निश्चयः नास्ति कश्चन अभिनयति अत्र कः अभिनयति इति निश्चयः नास्ति हिरः केनचित् सह क्रीडति अत्र केन सह क्रीडति इति निश्चयः नास्ति एतादृशः अर्थः अनिश्चितार्थः अतः तत्र ज्ञानं किञ्चित् अस्ति किन्तु पूर्णज्ञानं नास्ति तत्र निश्चयज्ञानं नास्ति हा इति अत्र का गच्छति इति निश्चयज्ञानं नास्ति निष्प्रकारकज्ञानं सप्रकारकं नास्ति न्यायशास्त्रस्य प्रभावः अस्ति इति जानामि महोदय प्रत्यक्षं खलु महोदय सुप्रकारक इति एतत् सर्वं केवलं न्यायशास्त्रे एव आयाति अस्तु तर्हि तत्र अग्रिमे पुटे अपि तत्र अवधेयम् इति अस्ति तत्र लक्ष्मीभगिनी पठति वा अग्रिमे पुटे लक्ष्मी भगिनी अस्तु महोदय कश्चित् काचित् तदेव सत्यं सत्यं कश्चित् काचित् किञ्चित् इत्यादयः सर्वेपि विशेषणत्वेन उपयुज्यते अतः ते सर्वे विशेषस्य लिङ्गं वचनं विभक्तिं च अनुसरन्ति यथा प्रथमबिन्दु सः कश्चित् बालकः अनन्तरं काचित् महिला गच्छति तत्र किञ्चित् पुस्तकम् अस्ति ह्यः कश्चित् अतिथिः आगतवान् गुरुः कांश्चित् छात्रान् पाठयन् अस्ति वृद्धः केनचित् दण्डेन चलति माता कस्मैचित् भिक्षुकाय भोजनं दत्तवती मम भगिनी कयाचित् सख्या सह महाविद्यालयं गतवती कस्माचित् आपणात् वस्तूनि आनीतानि कस्मिंश्चित् वित्तकोषे सः उद्योगी अस्ति हा इति तत्र वयमपि एतादृशानि वाक्यानि रचितवन्तः खलु आरम्भे अतः तत्र एतेषां वाक्यानाम् अर्थः प्रायशः सुलभः एव इति मन्ये अस्तु तर्हि तत्र स्त्रीलिङ्गरूपाणि अपि सन्ति तत्र तस्य अभ्यासः वयम् अद्य न कृतवन्तः किन्तु अग्रे गच्छामः तर्हि तत्र अग्रिमे पुटे तत्र अभ्यासः तृतीय अभ्यासः अस्ति तत्र आरम्भं कर्तुं शक्नुमः किञ्चित् कर्तुं शक्नुमः इति मन्ये अतः तत्र गीतञ्जलि भगिनी किञ्चित् वद तृतीय अभ्यासः अग्रिमे पुटे तत्र वलयतः उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत अस्तु पदानि पठामि वा न न भगिनि अस्तु तत्र केवलं तत्र तत्र किं वक्तव्यम् इत्युक्ते वाक्यं पठित्वा तदनन्तरं या तत्र का विभक्ति अपेक्षिता इति उक्त्वा अस्तु प्रयत्नं करोमि महोदय प्रभुः अपि जनस्य पापं सुकृतं वा न आदत्ते प्रभुः न आदत्ते प्रभुः अपि जनस्य पापं सुकृतं वा न प्रभुः जनस्य कीदृशस्य जनस्य जनस्य षष्ठी अस्ति चेत् कस्यचित् जनस्य वा प्रभुः कस्यचित् अपि जनस्य पापं सुकृतं वा न आदत्ते तत्र वा इत्युक्ते तत्र पापं वा सुकृतं वा न आदत्ते पापं वा सुकृतं वा न आदत्ते अस्तु समीचीनम् अस्तु रघुपतिमहोदय अग्रिमवाक्यम् आम् महोदय कल्याणकृत् दुर्गतिं न गच्छति दुर्गतिम् इति अस्ति दुर्गतिं न गच्छति दुर्गतिम् इति अस्तु दुर्गतिम् इति तत्र दुर्गतिम् इति अत्र दुर्गतिः इति अस्ति स्त्रीलिङ्गे अस्ति दुर्गतिः आमां तर्हि दुर्गतिम् इति अत्र काञ्चित् भवेत् कुत्र अस्ति वा काञ्चित् दुर्गतिम् अथवा तद्भवति वा काञ्चित् इति अस्ति महोदय काश्चित् इति भवितव्यं खलु काश्चन अपि भवितुम् अर्हति महोदय अन्तिमम् अस्ति तदेव काश्चन सत्यं काश्चन समीचीनं महोदय महोदय तत्र दुर्गतिं न गच्छति अत्र गच्छति कल्याणकृत् गच्छति न गच्छति इति अस्ति दुर्गतिं न गच्छति तर्हि काश्चन इति कथं भवति बहुवचने अस्ति खलु महोदय न ओ क्षम्यतां काञ्चित् काञ्चित् अथवा सत्यं सत्यं महोदय अतः काञ्चित् तर्हि के किं भवति तत्र कुत्र अस्ति वा कान् कस्मैश्चित् कस्मैश्चित् कश्चित् अस्ति महोदय तत्र कञ्चित् केचित् कश्चित् कथञ्चित् दुर्गतिं कथञ्चित् अस्ति वा कथञ्चित् दुर्गतिं न गच्छति अथवा कथं भवति न जानामि न जानामि महोदय अस्तु अस्तु तर्हि अतः तत्र अग्रिमवर्गे एव एतस्य पठनं भवतु अस्तु तर्हि अतः तत्र गीताञ्जलिभगिनी इदानीं तत्र प्रयोगः कुर्मः तत्र अभ्यासः अस्ति अस्तु भवतु नाम अग्रिमे वर्गे एव अभ्यासं कुर्मः इति समयः अस्ति भवतु नाम किन्तु अग्रिमे वर्गे एव कुर्मः इति अस्तु तर्हि तत्र रघुवीरानन्दस्वामी भवान् एव अन्ते तत्र पूर्णमदः पूर्णमिदं पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्ति हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम् नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादः।